नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र आर्धधातुकप्रकरणे ल्यप् प्रत्ययः इति पाठः अनुवर्तते। गतसप्ताहे एव आरब्धः। तत्र ल्यप् प्रत्ययः धातुतः विधीयमानः प्रत्ययः, वयं जानीमः, तिञ्च कृच्च अस्ति। तत्र आर्धधातुकं शेषः इत्यनेन सूत्रेण आर्धधातुकः अत्र किमर्थम् अत्र स्थापितम् इत्युक्ते, तत्र इडागमस्य चिन्तनं न भवति ल्यप् प्रत्ययस्य। अतः एव प्रायः इडागमात् पूर्वम् अन्तिमपाठः इति स्वीकर्तव्यः। तत्र कर्तरीषप् इति सूत्रेण कर्तार्थे धातुप्रत्ययोः मध्ये तत्र विकरणप्रत्ययः विहितो भवति इति वयं जानीमः, सार्वधातुकः अस्ति चेत्। परन्तु एतत्तु आर्धधातुकः, अतः धातुगणचिन्तनम् अत्र न अपेक्षितम्। एतत् सर्वं वयं पूर्वमेव जानीमः। अत्र यदा उक्तम् आर्धधातुकस्य इट् वलादेः इत्यनेन इडागमस्य चिन्तनं न भवति। अनन्तरं यथा पूर्वं तत्र चतुर्दशवर्गाः भवन्ति, यथा वयं भूवादिगणे वा दिवादिगणे वा दृष्टवन्तः। अत्रापि धातोः वर्गीकरणं जातम्। अकारान्तः आकारान्तः इकारान्तः ईकारान्तः इत्यादि तत्र वर्गीकरणम् अत्रापि भवति, चतुर्दशवर्गीकरणम्। ल्यप् प्रत्ययः समासे नञ् पूर्वे त्वो ल्यप् इति सूत्रेण विधीयते। तत्र यस्मिन् समासे पूर्वपदं नञ् भिन्न अव्ययं भवति, तत्र धातोः परस्य त्व प्रत्ययस्य स्थाने ल्यप् प्रत्ययः भवति। अतः तत्र त्व प्रत्ययस्य ये धर्माः सन्ति तद् ल्यप् प्रत्यये अपि भवति, स्थानिवतादेशो अनल्विदौ इत्यनेन। तत्र त्वा प्रत्ययः कित् अस्ति, अतः यद्यपि तद् ल्यप् इति प्रत्ययः अस्ति, इदानीं तत्र आरोपितं भवति तस्य त्वा प्रत्ययस्य धर्माः। अतः ल्यप् अपि कित् इति स्वीकृत्य तत्र यद्यत् कार्यं तत्र भवति कित्वा तद् अत्रापि भवति। अतः अस्माकं तत्र प्रसिद्धकार्याणि गुणनिषेधः निति च इत्यनेन, अनन्तरम् अनिदितां धातूनाम् उपधायां नकारलोपः तदपि भवति, अनन्तरं सम्प्रसारिणी धातुः अस्ति चेत् तत्र सम्प्रसारणमपि भवति इति यद् कार्यत्रयं पूर्वम् उक्तं, कित्वात् भवति इति। इदानीं ल्यप् प्रत्ययः कित् इति स्वीकृत्य तत्रापि भवति। ल्यप् प्रत्यये तु विधानप्रक्रिया लकारस्य पकारस्य लोपः अनुबन्धलोपानन्तरं य इति अवश्यते, स्थानिवतादेशः तु उक्तमेव। अत्र द्रष्टव्यं तद् ल्यप् इति पकारः, पकारस्य इत्संज्ञा पित् अस्ति, त्वा इति कित् अस्ति, अत्र किमपि कान्फ्लिक्ट् भवति वा इति द्रष्टव्यम् अग्रे यदा आगच्छति। पित्वात् यत्किमपि कार्यं भवति वा, यद्यपि स्थानिगतादेशो अनल्विदौ इति उक्तं, तदापि तत्र किमपि क्लेशः भवति वा इति अग्रे यदा अस्ति चेत् वयं पश्यामः। अनन्तरं तत्र ल्यप् प्रत्ययविधानार्थं धातूनां वर्गीकरणं, धातोः तत्र वर्गीकरणं कृतं, भुआदिगणात् आरभ्य क्रियादिगणपर्यन्तम् अजन्तदातवः प्रथमः, द्वितीयः भवादिगणादारभ्य क्रयादिगणपर्यन्त हलन्त, अजन्त हलन्त केवलं भुआदिगणादारभ्य क्रयादिगणपर्यन्तमेव, निजन्तदातवः, अनन्तरं सन् प्रत्ययान्त यङ् प्रत्ययान्त क्यच् क्यङ् क्यश् प्रत्ययान्तदातवः इति वर्गीकरणं कृतं, प्रायः मात्रा कृतम् इति चिन्तयामि, कुत्रापि अन्यत्र न दृष्टम्, अतः प्रायः सौलभ्यार्थं तया कृतम्। मासे नञ् पूर्वे त्वो ल्यप् इत्येव सूत्रमस्ति। प्रथमं यदा तत्र वर्गीकरणं कृतं, तस्मात् वर्गीकरणात् भुआदिगणगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तधातूनां ल्यप् विधानप्रक्रिया, तदेव वयं गतसप्ताहे आरम्भं कृतवन्तः। सामान्यदातवः यदा यथा पूर्वं तत्र आकारान्तदातवः एजन्तदातवः तत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव. अत्र उपसर्गः भवेत् ल्यप् अस्ति, अतः प्रधाय, निधाय, विद्विमाय इति भवति. एजन्तदातवः अस्ति चेत् यथा पूर्वम् आदेश उपदेशेशिति इति सूत्रेण एजन्तदातवः आकारान्तः भवति. षित् प्रत्ययः परे नास्ति चेत् ल्यप् षित् नास्ति, अतः अषित् अस्ति, अतः तत्र आत्वं भवति. सो विधाय, विघ्लाय, विम्लाय इति रूपम्. अनन्तरं विशेष आकारान्त एजन्तदातवः इति केचन दातवः सन्ति. तत्र वयं सम्प्रसारिणी दातवः इति वेङ् धातु स्वीकृत्य दृष्टवन्तः. तद् सम्प्रसारिणी धातु अस्ति. यदा पूर्वम् उक्तं यः कित् ल्यप् कित् अस्ति अथवा वचिस्वपियजादीनाम् इत्यनेन सम्प्रसारणं सामान्यतया भवेत्, परन्तु ल्यप् प्रत्ययः परः अस्ति इत्यनेन न भवति. ल्यपि च इति नूतनसूत्रम् अत्र बहूनि नूतनसूत्राणि सन्ति ल्यप् पाठे. यद् वयं किञ्चित् वारं वारं द्विवारं वा त्रिवारं वा पठामः, अतः अत्र प्रथमं नूतनसूत्रं ल्यपि च इत्यनेन यद् सामान्यसम्प्रसारणकारणं भवति स्म तद् न भवति, तस्य निषेधं करोति ल्यपि च इति सूत्रं. तस्य निमित्तं किं वेन् धातोः सम्प्रसारणं न भवति ल्यपि परे, ल्यपि च वेङ्गः न सम्प्रसारणं, तत्र तस्य सम्प्रसारणस्य निषेधम् एतत् सूत्रं करोति इति ल्यपि च इति प्रथमसूत्रमासीत्. द्वितीयधातुः आसीत् वेङ् धातुः, तदपि सम्प्रसारिणी धातुः एव. तत्र व्यचिस्वपि अजादीनाम् इत्यनेन सम्प्रसारणं भवति स्म, परन्तु तत्रापि वेञ्ज् वेङ् इति द्वितीयसूत्रम् इत्यनेन तत्र सम्प्रसारणं न भवति. ल्यपि च इस् 41-43 भवति वेञ्ज्, वेञ्ज् नास्ति, व्येश्च व्यश्च व्यश्च इति सूत्रम्, वेञ् इति धातुः व्यश्च इति सूत्रं 6-143. तत्रापि ल्यपि परे सम्प्रसारणं न भवति, अतः तत्र निषिद्धं सम्प्रसारणं प्रव्याय इति भवति. ल्यपि च इत्यनेन वेङ् धातोः सम्प्रसारणं न भवति, व्यश्च इति सूत्रेण वेङ् धातोः सम्प्रसारणं न भवति. प्रव्याय इत्येव रूपं, प्रव्याय अस्य किं प्रवाय प्रव्याय प्रवाय अस्तु. तत्र इतोपि एकः विशेषः किम् इत्युक्ते तत्र वैकल्पिकं सम्प्रसारणं वेङ् धातोः भवति इति. कदा भवति इत्युक्ते परि इति कश्चन उपसर्गः परः अस्ति चेत् ल्यपि परे विभाषे परः इत्यनेन वैकल्पिकसम्प्रसारणं न भवति इति. तद् पठितवन्तः वा महोदय गतसप्ताहे? न इति मन्ये भगिनि. न इति अहमपि मन्ये, तस्मात् एव पठामः. तद् न पठितं, विभाषे परेः इति सूत्रं न पठितम्. अस्तु महोदय, भवान् एव आरम्भः. ल्यप् पर्यन्तं पठितं महोदय, अत्र वे धातुः एव अत्र पठनीयं. खलु अत्र नमस्कारः महोदय. नमस्ते नमस्ते. कुतः पठनीयं भगिनि? वेञ् धातोः वैकल्पिकं सम्प्रसारणम् इति आरभ्य. वेङ् धातोः ल्यपि च इत्यनेन वयं दृष्टवन्तः वेङ्के न सम्प्रसारणम् इति. इदानीं वेङ् धातोः वैकल्पिकसम्प्रसारणं परि उपसर्गपूर्वक वेञ् धातोः ल्यपि परे विभाषापरेः इत्यनेन विकल्पेन सम्प्रसारणं न भवति. न भवति विकल्पेन भवति इति खलु, विकल्पेन न भवति इति. विकल्पेन इत्युक्ते महोदय अत्र साधनतया न भवति, विकल्पेनापि न सम्प्रसारणं भवति इति. विकल्पेन न भवति तत्र सर्वदा भवति इति वा? न न, विकल्पेन सम्प्रसारणं न भवति विभाषापरेः इतोपि एकः पक्षः भवति, इतोपि एकः पक्षः अस्ति यत्र भवति. तदेव पूर्वं दृष्टवन्तः किल, तत्र वेति न भवति इति अस्ति लपि परे. इदानीं अस्तु, परि उपसर्गपूर्वक वेदातो विकल्पेन सम्प्रसारण न भवति. सम्प्रसारणे सति परियोग वेयोग लेप् आदेश उपदेश अशिति इत्यनेन उपदेशे एजन्तदातोः आत्वं परियोग व्यायुगय इदानीं वचिस्वपीयजादीनां किति इत्यनेन सम्प्रसारणकार्यं न प्रसम्प्रसारणे सम्प्रसारणम् इत्यनेन सम्प्रसारणे परे पूर्वं सिद्धस्य सम्प्रसारणं न भवति. परियोग वकारयोग इ यकारस्य स्थाने एव भवति, इ भवति, इ योग आयोग य इति अस्ति. सम्प्रसारणाचैतनेन सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पुररूपादेशः भवति. परियोग वकारयोग इकारयोग य इति हलः इत्यनेन तत्र इत्यनेन अङ्गात् अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशः भवति. इदानीं व्य इति तद् यकार अन्ते अस्ति इति कृत्वा वि इति अन्ते यकारस्य एव सम्प्रसारणं भवति इति कृत्वा हलः इत्यनेन तत्र दीर्घत्वं भवति. ईकारः भवति परिवीय इति भवति, परिवीय इति. अस्तु, यदा सम्प्रसारणं भवति चेत् अत्र केवलं परि उपसर्गपूर्वकविषये वदति. पूर्वं यद् उक्तं सम्प्रसारणं न भवति व्येश व्यश्च इति सूत्रेण, तद् अन्य अन्ये उपसर्गाः प्र अन्य किमपि प्रादयः द्वाविंशतिः सन्ति किल, तस्मात् अन्यः अस्ति चेत् अन्ये सन्ति चेत् तत्र व्यश्च इत्यनेन उत्पादित सम्प्रसारणं नित्यं न भवति, सर्वदा न भवति. परि इति अस्ति चेत् विकल्पेन सम्प्रसारणं न भवति, इत्युक्ते अन्यस्मिन् पक्षे भवति. सो वचि स्वपीयजादीनाम् इत्यनेन सम्प्रसारणं भवति तदा परिवीय. विभाषे परः इत्यनेन सम्प्रसारणं विकल्पेन न भवति इत्युक्ते तत्र सम्प्रसारणकार्यम् अभूत्वा रूपम्. केवलं परिविषये एतत् विभाषा विभाषापरेः इति कृतं वा? न, तर्हि रूपद्वयम् अस्ति वा? परिवीय इति अस्ति, परियोग परि उपसर्गयुक्त इति रूपद्वयं भवति वा इदानीं? तर्हि न न, रूपद्वयं भवति. अस्तु, अग्रे तर्हि विभाषा न भवति इति किमर्थं दत्तम् अत्र? न अवगतम्. अथवा व्यश्च इति सूत्रेण बाधितमेव भवति किल, तत्र सम्प्रसारणं कदापि न भवति, नित्यं तत् मा भूत् इच्छा तत्र रूप इष्टरूपं साधयितुं तत्र विभाषापरेः इत्यनेन एकं रूपं यत्र सम्प्रसारणम् अन्यत् रूपं यत्र सम्प्रसारणं न इति रूपद्वयं. तर्हि सम्प्रसारणं नास्ति चेत् परिव्याय इति परिव्याय इति भवति खलु? सत्यं सत्यं, तदेव सम्प्रसारणविपक्षे. अस्तु, कुत्र अस्ति सम्प्रसारणविपक्षे? वयं जानीमः इदानीम् अस्तु, सम्प्रसारणविपक्षे परियोग व्ययोग लेप् आदेश उपदेश अशीति इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं परियोग व्यायोगय वचिस्वपिजादीनां किति इत्यनेन सम्प्रसारणकार्यं तदा विभाषापरेः इत्यनेन विकल्पेन सम्प्रसारणं भवति. तर्हि परियोग व्यायोगय परिव्याय इति परिव्याय इति भवति. परिव्याय परिव्यय इति पठामि तत्र परि विभाषापरेः विभाषापरेः परि उपसर्गपूर्वक वे धातोः लपि परे विकल्पेन सम्प्रसारणं न भवति. सिद्धान्तकौमुद्यं परे व्ययो वा सम्प्रसारणं स्यात् लपि, परे व्ययो वा सम्प्रसारणं स्यात् लपि इति उक्तम्. अस्तु, काशिकायां परेः उत्तरस्य वे इत्यस्य धातोः लपि परतः विभाषा सम्प्रसारणं न भवति इति उक्तम्. अत्र मतभेदः दृश्यते यत् विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति द्वयोर्मध्ये किं वक्तव्यम् इति. मातृभिः उक्तं यत् अत्र न इत्यस्य अनुवृत्तिः अस्ति, अतः सम्प्रसारणविकल्पेन न भवति इति अर्थः साधुः. एतदपि ताभिः उक्तं यत् सिद्धान्तकौमुद्यां यत्र यत्र विकल्पेन केनचित् सूत्रेण कार्यं विकल्पेन न भवति इति विधानं, यत्र यत्र विकल्पेन केनचित् सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति, तत्र तत्र विकल्पेन भवति इत्यत्र एतादृशः दोषः अनेकेषु स्थलेषु वर्तते. अस्तु, विभाषा प्रथमान्तं परेः पञ्चम्यन्तं द्विपदविधं सूत्रं सम्प्रसारणं सम्प्रसारणं स्वः इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्तिः, लपि च इत्यस्मात् लपि इत्यस्य अनुवृत्तिः, व्यश्च इत्यस्मात् व्यः व्यः इत्यस्य अनुवृत्तिः. अनुवृत्तिसूत्रमस्ति परेः व्यः विभाषा लपि न सम्प्रसारणम्. अत्र मतभेदः अस्ति, सिद्धान्तकौमुद्याम् अस्ति तत् सम्प्रसारणं स्यात् विकल्पेन इति, परन्तु काशिकायमस्ति विकल्पेन न भवति इति. परन्तु तत्र न भवति इत्येव, न इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा न भवति इति इत्येव साधुः इति अहं न जानामि. इदानीमपि मम समीचीनम् अवगमनं नास्ति विभाषा न भवति इति. एकनिमिष, विभाषा न सश्च व्यः च लपि न सम्प्रसारणं, तर्हि सम्प्रसारणनिषेधः, तर्हि व्या इति भवति, सम्प्रसारणं न भवति, सम्प्रसारणम् अस्तु. हा, तत्र निषेध इति कृत्वा तत्र न इति वक्तव्यम् इति वा? श्रूयते, श्रूयते वा महोदय? हा, इदानीं वदामि, व्यश्च इत्यनेन निषेधे कृते तत्र विभाषा न इति वक्तव्यम् इति इति अर्थः खलु. व्यश्च इत्यनेन निषेधे कृते, अस्तु, निषेधे कृते इत्यत्र परेः इति विभाषा न इति वक्तव्यं वा? तादृश अनेनैव खलु. तत्र वचिस्वपि यजादीनाम् इत्यनेन यत् प्रसारणं भवति तद् विभाषापरेः इत्यनेन बाधितं भवति, परन्तु तद् विकल्पेन बाधितं भवति, न तु नित्यं. व्यश्च इत्यनेन भवति चेत् नित्यं तत्र इतोपि न आगच्छति. ओ अस्तु अस्तु, हा इदानीं तत् अस्तु अस्तु. वचिस्वपेजादीनाम् इत्यनेन यत् सम्प्रसारणं तत् विभाषा विकल् तत्र विभाषा तत्र विकल्पेन न बाधितम् इति वा? विकल्पेन बाधितं सम्प्रसारणं विकल्पेन बाधितं, विकल्पेन बाधितं सत्यं. तत्र यथा परि इति इदानीम् उपसर्गः नास्ति, अभि इतवा अथवा अपि इति अस्ति चेत् तत्रापि प्रथमं प्रतिपत्यजातीनाम् अस्ति कार्यं कर्तुं. तत्र व्यश्च इत्यनेन नित्यं बाधितम्, सम्प्रसारणं कदापि न भवति. सत्यम्, परि इति उपसर्गः अत्र विकल्पेन, विभाषा परेः, परेः इति अस्ति चेदेव तत्र विभाषा, अत्र सर्वत्र नित्यं बाधितम्. भगिनी, न सम्प्रसारणे सम्प्रसारणम् इति 37 अस्ति, दट् न इति विभाषा. So, na can be taken as na is there or na is not there. Na is the... Na samprasaranam iti agatam. Tasmat na samprasaranam. So, the na samprasaranam vibhasha parehe ityanena vibhasha विभाषा इत्युक्ते नास्ति, सम्प्रसारणम् अस्ति अपि च सम्प्रसारणं नास्ति विकल्पेन. विकल्पेन सत्यं. तत्र विभाषाविषये पूर्वं दृष्टवन्तः वा? उभयविभाषा दृष्टवती उभयविभाषा तत् इत्युक्ते पूर्वमेव तद् निषिद्धम् अस्ति. अस्तु, अस्माकं वर्गेण भगिनी अहं श्रुतवती विभाषा इत्युक्ते नाट् अ प्रिफर्ड् फार्म् इत्युक्ते लैक् अ प्रिफर्ड् फार्म्. अन्यतरस्याम् इत्युक्ते ईक्वलि प्रिफर्ड् फार्म् आर् सम्थिङ्ग् लैक् दट्. अहं अन्यत्र पठितवती तत्र उभयविभाषा किमपि अन्यत् तादृश वर्ग भेदत्रयं वा किमपि अस्ति मम दृष्टवती इति चिन्तयामि. अहं पुनः दृष्ट्वा वदामि. उभयविभाषा अहं स्मरामि, अन्यद्वयम् इदानीं स्मरणे न आगतं. तत्र एतादृशं यत्र पूर्वम् एकं कार्यं तत्र वैकल्पिकं तत् विकल्पेन बाधितं भवति चेत् तस्य नाम एकं, पूर्वमेव एकं कार्यं बाधितं केनचित् सूत्रेण, विधिसूत्रेण, तद् इदानीं विभाषा इत्यनेन तत्र वैकल्पिकविधिः भवति. यद् न भवति इदानीं भवति इत्युक्ते तस्य नाम भिन्नः तत्र तादृशभेदः अस्ति. अहं स्वीकृत्य एव वदामि, इदानीं स्मरणेन आगतं. व्यश्च इत्यनेन बाधितं, नौ नित्यं बाधितं, नित्यं बाधितं, परन्तु विभाषापरेश इत्यनेन बाधितं विभाषा भवति. अस्तु, अतः तत्र रूपद्वयं भवति परि उपसर्गपूर्वकस्य. वेङ् इति भुवादिगणीयधातुः, वेङ् संवरणे इति अर्थः अपि जानीमः चेत् कुत्रचित् तत् तस्य उपयोगः भवति. टु कवर् टु हैड् उभयपदे आच्छादन तत्र भेदः अस्ति वा इति द्रष्टव्यं. परि उपसर्गपूर्वक अन्येषु अपि तत्र भेदः अस्ति वा, समानः अर्थः एव आगच्छति वा इति. भाषापरेः जातः, अतः नूतनसूत्रत्रयं प्रायः दृष्टवन्तः. विभाषापरेः व्यश्च ल्यपि च ल्यपि च इति सूत्रत्रयम्. स्वयं धातुः अस्ति. भवतः पठन्तु, अहम् आगच्छामि. मम डोर् बेल् जातु. भवती एव पठतु, अहम् आगच्छामि. श्रूयते भगिनि. भगिनी माम् आह्वयति वा? ओ ओ अस्तु अस्तु, भवती एव भवत्या एव पठनीया. ओ अस्तु. ह्वेङ् ह्वेङ् धातुः, ह्वेङ् धातुः सम्प्रसारणी अस्ति. अत्र किमपि निषेधकार्यं नास्ति. आ योगः ह्वेङ् योगः ल्यप् आदेश उपदेशे आशिति इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं ह्वेङ् इति. ओके, सो एच् अस्ति, आयोगः ह्वा इति भवति, आकारः आयाति. आयोगः ह्वा योगः यकारः. वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणकार्यम्. आयोगः वकारस्य स्थाने उकारः. आयोगः हकारयोगः उकारः योगः आकारः ह्वा इत्यस्य आकारः योगः यकारः. सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः भवति. सो आकार आयोगः ह योगः उ एव तिष्ठति, उ योगः यकारः. अनन्तरं हलः इत्यनेन अङ्ग अवयवात् हलः, अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घ आदेशः भवति. आयोगः ह योगः ऊकारः इति भवति, ऊ इति ऊकारः भवति. हलः यत् सम्प्रसारण अस्ति सम्प्रसारणं ओके सम्प्रसारणं तत् अन्तिमवर्णः अपि ओके. आहूय आहूय इति रूपं सिद्ध्यति ह्वेङ् धातोः. वयं जानीमः आदेश उपदेशे अचिति तदपि सम्प्रसारणाच्च अपि विनो वचि स्वपि आदेश उपदेशे अचिति वचि स्वपि यजादीनां किति अपि च सम्प्रसारणाच्च हलः इति एव नूतनसूत्रं नास्ति परन्तु टेक् सम् टैम्. अस्तु अस्तु महोदय. आहूय इति रूपं सिद्ध्यति ह्वेङ् धातु, ह्वेङ् धातु आहूयति टु काल् ओके. आहू य ह्वेङ् लटिरूपं किं ह्वेङ् आह्वयति आह्वयति लटिरूपं एतत् सुबन्तम् आम् आम् आम् नो दिस् इस् नाट् सुबन्त, सुबन्त इस् नाट् देर् इट् अव्यय. आमां सुबन्तम् अव्ययमस्ति, सुबन्तमस्ति अव्ययमस्ति. आम् आम् अस्तु सुबन्तमेव खलु. आम् आम् सुबन्तमेव परन्तु सुप्रत्ययः लुक् भवति इत्यनेन अव्ययसंज्ञा भवति. अस्तु अग्रे पठामि वा अन्य कोऽपि पठेत् ऐ गेस्. अस्तु महोदय. अहं पठामि वा? विजय भगिनी नास्ति वा? अस्मि. द्वादातुः सम्प्रसारिणी अस्ति. ल्यप् प्रत्ययः यतः कित् अस्ति अतः ल्यप् परे ग्रहि ज्या वै व्यधि वचि वष्टि विचति वृच्छति पृच्छति वृजतीनां निति च इत्यनेन सम्प्रसारणं भवेत्. परन्तु ज्यश्च इत्यनेन ल्यप्ति परे ज्यादातोः सम्प्रसारणं न भवति. अत्र उदाहरणरूपेण दृष्टमे चेत् अत्र प्रायोगः ज्या योगः ल्यप् अस्ति. अत्र ग्रहि जा वै व्यधि वस्ति विचति वृच्छति पृच्छति वृजतीनां निति च इत्यनेन सम्प्रसारणं कार्यं प्रसक्तं भवति. परन्तु अत्र ज्यश्च इति सूत्रेण ल्यपि परे अत्र ज्या धातोः सम्प्रसारणं निषिद्धं भवति, प्रज्याय इति भवति. अत्र ज्यश्च इति सूत्रम् अत्र निषेधकसूत्रमस्ति. ग्रहि जा वै व्यति एतत् अत्र सम्प्रसारणं भवति परन्तु एतत्तु ज्यश्च इति सूत्रेण अत्र निषेधकसूत्रं भवति अतः तत्र सम्प्रसारणं न भवति इति. एवमेव उपयोगः ज्या भवति, उपयोगः ज्या योगः ल्यप् भवति, अत्र सम्प्रसारणं न भवति. उपज्याय इत्येव भवति. लेप् मध्ये अनुबन्धलोपानन्तरम् एकार एव तिष्ठति अतः उपज्याय इति प्रज्याय तादृशं भवति एव. तत्र सूत्रमस्ति खलु ज्यश्च इति सूत्रम्. ज्यश्च ज्यश्च अत्र ज्यश्च ज्या धातोः सम्प्रसारणं न भवति ल्यपि परे. काशिकायां व्ये ज्या वहोहाणौ वयोहाणौ इत्यस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति. व्यः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रं सम्प्रसारणं वः इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः न सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्तिः ल्यपि च इति अस्मात् ल्यपि इत्यस्य अनुवर्तिः अनुवर्तिसहितसूत्रं ज्यः च ल्यपि न सम्प्रसारम्। अत्र ज्यश्च इति सूत्रं किं वदति चेत् यत्र ज्यः इति अस्ति चेत् अत्र ज्या धातुः परे ल्यपि परे अत्र सम्प्रसारं न भवति इति तत्र किं सारांशः अस्ति। तावदेव खलु महोदय? आम् भगिनि, तत्र किमपि महोदय आगतवती वा? न, अत्र कोऽपि आगतवन्तः? अर्णा भगिन्याः क्रमः मेङ् धातुः रेङ् धातु महोदय लटि परे इकारादेश कुत्रचित् इकारादेश इकारादेशः मेङ् धातुः ओके सेङ् धातु सप्तसारिणी अस्ति अत्र किमपि निषेधकार्यं नास्ति आ प्लस् फेङ् अत्र नास्तु मेङ् धातुः मयते मेङ् धातुः मयते इति अन्यतरस्याम् इत्यनेन मेङ् प्राणिदाने इति धातोः विकल्पेन इकारादेशः भवति लप् प्रत्यये परे इदानपक्षे प्रथमम् अप् योगः मेङ् योगः लप् आदेश उपदेशेषु इत्यनेन उपदेशाजन् एजन्तस्थाने आकारः आगच्छति अप योगः मा योगः य मयते इद हौ डु ऐ से महते इदि इति अन्यतरस्याम् ओके महते इति अन्यतरस्याम् इत्यनेन मेङ् धातोः इकारादेशः लभे परे भवति अप युग मे युगः य हस्वस्य पिति कृति तुक् इत्यनेन हस्व इकारान्तधातोः तुक् आगमः भवति कृति पितिकृति परे अपि मे युग तुक् युगः य अपि अपि मीत्य अपमित्या इति रूपम् ओके अत्र नूतन धातु मेङ् धातुः सूत्रमस्ति मयते इति अन्यतरस्याम् सूत्रेण मेङ् धातु ततः विकल्पेन इकारादेशः भवति ल्यप् प्रत्यये परे प्रक्रिया अस्ति अप उपसर्ग योगः मेङ् यः ल्यप् आदेश उपशेतिषिति इति सूत्रेण एकारस्थाने आकार आदेशः भवति अप योगः मा योगः य मयते इति अन्यतरस्याम् इदनेन धातोः एकारादेशः विकल्पि परे भवति अप मे य अनन्तरं हस्वस्य पिति कृति तुक् इत्यनेन तुक् इति आगमः अद्यन्तोद इति सूत्रेण तदेव सकार अन्तिम धातो अनन्तरं भवति अपि मीतुक्य अपि मिथ्य अपि मिथ्य अपमेत्य विधान अपक्षे एकार आदेश न भवति चेत् अपयोगः मे योगः लट् आदेश उपशेतिशितिजनेन उपदेश एजन्तस्थाने आकारः भवति अप माय अपमाय एव रूपम् अस्ति रूपद्वयम् अस्ति एकारान्त अपेक्षा अस्ति चेत् अपमाय एकार भवति चेत् अपमित्य इति रूपदति। तत्र मध्ये किमपि नूतनसूत्रं न आगतं किल? मेङ् धातोः अपि किमपि नास्ति, सम्प्रसारणे अस्ति, परन्तु किमपि निषिद्धकार्यं तत्र नास्ति इति। नो चेत् आहूय इति तत्र व्यश्च इति अपि कार्यं न करोति, ल्यपि च इति अपि न कार्यं करोति, अतः तत्र सम्प्रसारणकार्यं सामान्यतया भवति. ज्या धातुः अपि सम्प्रसारणमस्ति, तत्रापि सम्प्रसारणं भवति, परन्तु ज्यश्च इति अपि नूतनसूत्रमासीत्, तत् तेन सम्प्रसारणम् अत्र निषिद्धम्. ज्यश्च इति सूत्रस्य विवरणम् अस्तु. ज्या धातोः सम्प्रसारणं न भवति ल्यपि परे, ज्यश्च इति सूत्रम् अनेन न भवति. तत्र एकमेव द्रष्टव्यं, 6142 ज्यश्च, व्यश्च 6143, ल्यपि च इति 6141. तत्र किमर्थम् एकमेव सूत्रं न कृतवान् पाणिना इति एकः मम एव जिज्ञासा. ल्यपि च ल्यपि च इति 6141 अस्ति. वेङ् इति अनुवर्तते, ल्यपि च परतोः वेङ् सम्प्रसारणं न भवति. समीचीनं. तत्र ज्यश्च इति अग्रिमसूत्रम्, ल्यपि इत्येव ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः सम्प्रसारणं न भवति. अग्रिमसूत्रमेव व्यश्च, तत्रापि न भवति. किमर्थं सूत्रम् तिल् व्यश्च इति नित्यं, ल्यपि च ज्यश्च व्यश्च इति नित्यं, विभाषापरेः वयम् अवगच्छामः तत्र नित्यं न भवति इति. तत्र कुत्रापि लिखितं वा किमर्थं तत्र सः तादृशं कृतवान् सूत्रत्रयं? योगविभागः उत्तरार्थः इति, उत्तरार्थे वे एव विभाषा, सम्प्रसारणं यथा स्यात् ज्या इत्यस्मात् मा भूत् इत्येवमर्थे योगविभागः. Okay, the separation of the sutra from the last is for the sake of subsequent sutra in which the anuvritti way runs. Astu, utram prapta. Anuvritti artham tatra pritaktaya sutram nirmitam. Atra vibhasha iti ekasya keke evalam kutataha eva prayaha. Vibhasha tatra, vibhasha iti ekasya vanita. यदि द्वयोः एक एव सूत्रं भवति चेत्, एकमेव सूत्रं भवति चेत् तत्र विभाषा इति न, तत्र क्लेशः क्लेशः भवति. तदेव वक्तव्यं भवति खलु, पुनः वक्तव्यं भवति, तथा इतोपि स्पष्टः भवति सपरेट् अस्ति चेत् इदानीम् अतः एव किमपि कारणं स्यात्. ल्यपि च ज्यश्च व्यश्च विभाषापरेः इति तत्र क्रमेण यदि एकमेव सूत्रमपि स्यात् तर्हि तद् विभाषा परे इति व्यश्च इति एक तत्र लाभः किमपि नास्ति, पुनः नास्ति. सत्यं तदेव लिखितमस्ति अत्र. सेपरेशन् आफ् द सूत्र फ्रम् द लास्ट् इस् द फार् द सेक् आफ् सब्सिक्वेण्ट् सूत्र अनुवृत्त्यर्थ तत्र एव व्यश्च व्यश्च इति एकमेव सूत्रं भवति स्म किल. दीर्घसूत्राणि तु वयं दृष्टवन्तः एव, बहु दीर्घं दृष्टवन्तः. सम्यक् अस्तु. ज्यश्च इत्यनेन तत्र सम्प्रसारणं न भवति. इदानीं यद् अरुणा भगिन्या पठितम्, इकार आदेशः मेङ् धातुः, मयतेर् किमस्ति इधन्यतरस्याम्, मयतेर् अन्यतरस्याम् अन्यतरस्याम् मयतेर् इत् तत्र प्रसिद्ध शब्दः अस्ति खलु विनिमयः, तत्र तदेव अस्ति. विनिमयः इति विनिमयः ओ सम्यक् प्रायः अहं चिन्तयामि इदानीं मे इति एक्स्चेञ्ज् इति अस्ति खलु विनिमयः तत्रत्येन एव भवितुमर्हति खलु तत्रापि एक्स्चेञ्ज् इति अस्ति एक्स्चेञ्ज् अहं महोदय नयते पुनः वदतु न अपगतं नयते इति कुत्र आगच्छति एक्स्चेञ्ज् एक्स्चेञ्ज् विनिमयः इति खलु विनिमय इति एक्स्चेञ्ज् इति अर्थे अस्ति खलु विनिमय इति प्रसिद्धशब्दः अस्ति खलु विनिमयः एक्स्चेञ्ज् इति अर्थे तद् एतत् मेङ्ग् धातुतः एव मेङ्ग् प्रणिधाने युवादिः सत्यं विनिमयकर्णा सुपर्ध स्पूर्ध कर्णा मेङ्ग् धातुः सत्यं सत्यं सम्यक् अनेन किं महोदय पुनः अस्तु तत्र कृत् प्रत्यय विनिमयः इति कुतः आगतः इति अच् प्रत्यय कृत् प्रत्यय वि योग नि योग तत्र मे धातुः अच् प्रत्ययः अत्र विनिमयः इति अत्र सत्यं सत्यं अत्र अप इति उपसर्गः मेङ् धातोः ल्यप् आदेश उपदेशेशिति इत्यनेन उपदेशेजन्तस्य आत्मा भवति इदानीम् अनेन सूत्रेण किं भवति इत्युक्ते मेङ् धातोः इकारादेशः अपमीय ह्रस्वस्य पितिकृति तुक् इत्यनेन तत्र ह्रस्व इकारान्तधातुः मी तस्य तुक् आगमः भवति पित् इदानीं तत्र अत्र पश्यन्तु तत्र ल्यप् इति पित् इति स्वीकृतवन्तः यदा वयम् आदौ कृतवन्तः तत्र स्थानिवतादेशौ अनल्विधौ इत्यनेन कित्वम् आरोपितम् परन्तु अत्र इदानीं ल्यप् इति पित् कृत् पित् इति स्वीकृत्य अत्र तुकागमः अपि मी तुक् य अपि मित्य इति तत्र रूपम् अतः द्रष्टव्यं कुत्र कुत्र पितृरूपेण ल्यप् इत्यस्य स्वीकारः अस्ति इत्यपि द्रष्टव्यं सर्वत्र तद् कित् इति नास्ति यत् गुण बाधा तु अस्ति मी धातोः गुणः तु न भवति पित्वात् परन्तु ह्रस्वस्य पितिकृति तुक् इत्यनेन तुक् तुक् इति आगमः तु अवश्यं भवति उपमाय इति अस्तु भगिनी भवती एव तत्र सूत्रमपि पठति वा मया भगिनि नतरस्याम् इति सूत्रं मेन् धातोः विकल्पेन इकार आदेशः भवति ल्यपि प्रत्यये परे सिद्धान्तकौमुद्यां मेन् इकारो इकारोऽन्तदेशः स्यात् वा ल्यपि काशिकायां मयतेर् इकारादेशो वा भवति यपि परतः मयते षष्ठ्यन्तम् इत् प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं भक्तिप्रतिरूपकम् अव्ययं त्रिप्रदमिदं सूत्रं न ल्यपि इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति मयतेः इत् ल्यपि अन्यतरस्याम् सूत्रं वदति मे धातु प्राणिदाने इति धातु ल्यप् पदे आकारस्थाने ईकार विकल्पेन भवति परन्तु सिद्धान्तकौमुद्यां मेङ् इकारो अन्त आदेशः स्यात् वालपि तदेव अत्रापि सिद्धान्तकौमुद्यापि सेम् तदेव तत्र काशिकायां मयते इकारादेशो वा भवति लपि परतः तदेव सूत्रं सर्वं समानमेव परन्तु वाक्यं भिन्नरीत्या दत्तं सो अनुभूतसहितसूत्रमस्ति मयतेः यत् ल्यपि अनन्नतरस्यामि इति सूत्रम् अन्यसूत्रमस्ति ह्रस्वस्य पितिकृतित्वं सूत्रं ह्रस्ववर्णस्य तुकागमः भवति कृत् सञ्ज्ञके पित् प्रत्यये परे। काशिकायां पिति कृति परतः हस्वान्तस्य धातोः तुकागमो भवति। अनेन एषां धातूनाम् अन्तिमवर्णः हस्व इकार हस्व उकार हस्व ऋकार अथवा हस्व अकारः येषां हस्ववर्णानां तुकागमो भवति पितिकृति परे। प्रत्ययः कृत् अपि भवेत् पित् अपि भवेत्। अपित् कृत् प्रत्यये परे हस्वस्वरस्य तुकागमः न भवति। उदाहरणं क्रूयुगक्ता कृता अत्र ऋकारस्य तुकागमः न भवति। एवमेव कृतम् इत हतं कृतम् अकृत् पित् प्रत्यये परे अपि तुकागमः न भवति। यत् तद्धिते सति तद्धिते सति पटुतरः पटुतमः तर तप प्रत्ययः कृत् पित् अस्ति चेदपि दात्वा ते हस्वश्च नास्ति चेत् तुकागमः न भवति। उदाहरणं ला आयः लू य आलूय ऊकारस्य तुकागमः न भवति। एवमेव सं योगः भूय सम्भूय अश्वस्य षष्ट्यन्तं पिति सप्तम्यन्तं कृति सप्तम्यन्तं तुक् प्रथमान्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं अश्वस्य पिति कृति तुक् ओके सूत्रं वदति तुकागमा भवति निमित्तं हस्व वर्ण अस्ति चेत् परन्तु कृत् सञ्ज्ञक पित् प्रत्ययपरे एव तद् भवति। काशिकायम् अपि तत्तं पितिकृति परतो हस्वान्यतर धातोः इति बट् हस्वस्य पितिकृतिः विकल्पेनैव भवति भगिनि काशिकायां पितिकृति परतः हस्व ओ स्वामि हस्व अन्तस्य धातुः तुकागमः भवति। हस्व हस्वस्य इत्यनेन धातूनाम् अन्तिमवर्ण हस्व इकार वा उकार वा ऋकार अकारः वा अस्ति चेत् तुकागमो भवति पितिकृति परे कृत्प्रत्यय पित् अस्ति चेत् अपित् कृत्प्रत्यय परे तुकागमः न भवति। उदाहरणं दत्तं क्रूयवक्ता अत्र पित् नास्ति कृत् एव कृत् नास्ति कुत एवमेव कूतं श्रुतम् अकृत् पित् अपित् कृत् ओके अकृत् अकृत् पित् प्रत्यये परे अपि तुकागमः न भवति। तद्धिते सति पटुतरः पटुतमः इत्यादि प्रत्ययः कृत् पित् अस्ति चेदपि तुकागमः न भवति। तदेव भगिनि सत्यं सत्यं तरप्तमपिति पित् प्रत्ययः परन्तु कृत् नास्ति तद्धितप्रत्ययः अतः तत्रापि तुकागमः न भवति। केवलं तत्र ह्रस्ववर्णः भवेत् कृत्संज्ञकः भवेत् कृत् प्रत्ययः भवेत् ल्यप् इति कृत् अस्ति पित् अपि अस्ति तत्र ह्रस्ववर्णः अस्ति चेत् तस्य ह्रस्ववर्णस्य आगमः तुक् आगमः इत्येव सम्यक् तावदेव धन्यवादः धन्यवादः विजया भगिनी गुमास्ता अस्तु महोदय गुमास्ता गापा जहाति साम् अलि गुमास्ता गापा हा होहाक् हा इत्युक्ते होहाक् इति पूर्णतया अत्र तस्मात् पूर्वं भगिनि, तस्मात् पूर्वं तत्र धातूनाम् ईकारादेशः न भवति इति उक्तं किल तत्र बोल्ड् मध्ये, साधारणतया तत्र. आमामाम् अस्तु महोदय. भूमास्ता गापा जहाति सां धातूनाम् ईकारादेशः न भवति इति अत्र प्रकोष्ठे दत्तं. साधारणतया हलादि कित्नित् आर्धधातुकप्रत्यये परे येषां धातूनाम् आकारस्य ईत्वं भवति, गोमास्ता गापा जहाति सां हलि इति सूत्रेण, परन्तु नाल्यपि इत्यनेन इदं कार्यं बाधितं भवति. उदाहरणरूपेण स्वीकुर्मः चेत् अत्र प्रयोगः दायोगः यप् अस्ति, गोमास्ता पा गापा जहाति सां हलि इत्यनेन आकारस्य स्थाने ईकारादेशः, हलादि कित् नित् आर्धधातुकप्रत्यये परे. ज्ञाल्यपि इत्यनेन भूसन्धिकधातोः आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे, प्रदाय एव प्र उपसर्गपूर्वकः द ल्यप् अनुबन्धलोपानन्तरं प्रदाय एव तिष्ठति, एवमेव प्रायोगः धायोगः ल्यप् प्रदाय भवति, प्रायोगः मायोगः ल्यप् प्रमाय, प्रायोगः स्थायोगः ल्यप् प्रस्थाय, प्रायोगः गायोगः ल्यप् प्रगाय, प्रायोगः पायोगः ल्यप् प्रपाय, पायोगः न प्रायोगः पायोगः ल्यप् प्रहाय, अवयोगः सायोगः ल्यप् अवसाय इति भवति. सत्यं भूमास्ता पठतु इदानीं भगिनि. इदानीम् अत्र भूमास्ता गापा जहाति सां हलि इति सूत्रेण भूमास्ता गापा हा पुहाक् सा सो भवति आदेशप्रत्ययोः न धात्वादेः सभसभ इति धातोः सो भवति. एषां धातूनाम् आकारस्य स्थाने ईकार आदेशः भवति, जलादि न हलादि कित्नित् अर्धधातुकप्रत्यये परे अस्ति चेत्. धात्वादेः सभसभ आदेश उपदेशिति इत्येष इत्याभ्यां सो सा गुश्च माच साच्च गाच्च पाच जहातिश्च साच्च तेषाम् इतरेतरद्वन्द्वः, गुमास्ता गापा जहाति साः तेषां गुमास्ता गापा जहाति सां गुमास्ता गापा जहाति सां षष्ट्यन्तम् अलिसप्तम्यन्तं द्विपदमिदं सूत्रं दीङ्गो युडति युडचि निति इत्यस्मात् निति इत्यस्य अनुवर्तिः, आतो लोप इटि च इत्यस्मात् आतः इत्यस्य अनुवर्तिः, ईद्यति इत्यस्मात् ईत् इत्यस्य अनुवर्तिः, अर्धधातुके इत्यस्य अधिकारः अङ्गस्य इत्यपि अधिकारः भवति. अनुवृत्तिसहितसूत्रं गुमास्ता गापा जहाति सां आतः अङ्गस्य ईत् हलि निति सार्वधातुके. अत्र सूत्रम् अर्धधातुके आं महोदय. सम्यक् गुमास्ता गापा हा सा एतेषां धातूनाम् आकारस्य स्थाने ईकारः भवति इति वयं दृष्टवन्तः. कुत्र भवति निमित्तं किम् अस्ति चेत् अत्र कित् नित् भवितव्यम्, अनन्तरम् अत्र आर्धधातुकप्रत्यये परे एव एतत् भवति इति, अनन्तरम् अत्र धात्वादेः सः सः इत्यनेन धात्वादेः सा इति अस्ति चेत् दन्त्यसकारस्य स्थाने मूर्धन्यसकारः आगत्य कार्यं करोति, अनन्तरम् अत्र आदेशे उपदेश अशिति इत्यस्मात् अत्र शो इति अस्ति, अत्र आकारः आगच्छति, अत्र सा इति भवति. अत्र एतत् निति च इत्यस्य अपि अनुवृत्तिः भवति, अतः गुमास्ता गापा जहाति साम् आतः अङ्गस्य ईत् कुत्र भवति चेत् हलिपरे, परन्तु अत्र आर्धधातुकप्रत्यये परे अस्ति चेत् अत्र निति च इत्यनेन गुणनिषेधः वृद्धिः अपि निषेधः भवति. तावदेव खलु महोदय? तावदेव. अतः तत्र इदानीं ल्यप् पुनः कृत्वा आरोपितं ल्यप् इत्यत्र यदा आवश्यकं पूर्वस्मिन् सूत्रे ह्रस्वस्य पितिकृति तु तत्र पित्वम् आवश्यकम्, अतः ल्यप् पित् इति स्वीकृतवन्तः. इदानीं गोमास्ता पा जहाति सां हलि इत्यत्र हलादि अस्ति, कित् नित् आर्धधातुकप्रत्ययः कित् प्रत्ययः इति स्वीकृत्य तत्र भवति स्म आकारस्य स्थाने ईकारादेशः सामान्यतया भवति स्म, परन्तु भगिनि तद् अग्रिमसूत्रं न ल्यपि. न विजया भगिनी ज्ञा लपि अपि पठतु वा? पठामि महोदय. नाल्यपि नाल्यपि गूमास्ता गापा हा सा हा इत्युक्ते हो हा सा इत्युक्ते शो भवति. एषां धातूनाम् आकारस्य स्थाने ईकार आदेशः न भवति ल्यपि परे. काशिकायां ल्यपि प्रत्यये परतः गूमास्ता गापा जहातीसां यद् उक्तं तद् न भवति. सिद्धान्तकौमुद्यं ल्यपि परे गुमास्ता गुमास्ता देरी त्वं गुमास्ता गुमास्ता गुमास्ता देहे न अव्ययं यपि सप्तम्यन्तं द्विपदमितसूत्रं गुमास्ता गापा जहाति सं हलि इत्यस्मात् गुमास्ता गापा जहाति सां इत्यस्य अनुवृत्तिः ईद्यति इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः. पूर्वमेव वयं दृष्टवन्तः अङ्गस्य इत्यस्य अपि अधिकारे भवति. अनुवृत्तिसहितसूत्रं गुमास्ता गापा जहातीसाम् अङ्गस्य ईत् न ल्यपि. यत्र न लिपि किं सूचयति गुमास्ता गापा हा सा इत्येषां धातूनाम् आकारस्य स्थाने ईकारः पूर्वं भवति इति वयं दृष्टवन्तः. परन्तु न ल्यपि इति सूत्रम् अत्र निषेधकसूत्रमस्ति. अतः तत्र ल्यपि परे अत्र आकारस्य आत्वस्य स्थाने ईकारः न भवति इति एतत् सूत्रं वदति. अत्र अनुवृत्तिसहितसूत्रं गुमास्ता गापा जहातीसाम् अङ्गस्य ईत् न भवति इति न ल्यपि इति सूत्रं वदति महोदय. सम्यक् समीचीनं. तत् 6469 अभवत्. धन्यवादः. 6469 अभवत् न ल्यपि इति. यद् वयं दृष्टवन्तः 6470 मयतेर् न तद् न 6461 एव आसीत् किल ज्यश्च इति. 6142 तावदेव आसीत्. इदानीं 6-4 गतं. 6-4 इत्युक्ते अङ्गकार्यं अङ्गस्य ईत् न ल्यपि. अतः तत्र 6-4 गतम् इदानीं. 6469 6466 गुमास्ता एतत्तु 69 अस्ति. इतोपि एकः विषयः पठित्वा समापयामि. पति महोदय ईकारान्तदातव ईकारान्तदातवः सामान्य ईकारान्तदातूनां लपि परे तुभागमः भवति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण. यथा वियोग जियोग लेप् ह्रस्वस्य पिति कृति तुक् इत्यनेन ह्रस्व इकारान्त जी धातोः तुगागमः भवति पिति कृति परे. वियोग जियोग तुक्य विजित्य एवमेव चि तत्र विचित्य इति भवति. तत्र विचीय इति अस्ति तुगागम भवति विचित्य इति भवति. ह्रस्वस्य पिति कृतुक् वयं जानीमः ह्रस्वस्य ह्रस्ववर्णस्य तुगागमः भवति कृत्सञ्ज्ञके पित् प्रत्यये परे. पठनीयं वा भगिनि तत् तत्र आवश्यकम्? इदानीमेव पठितं किल. आमां सत्यं इदानीमेव वयं पठितवान्. विचित्य विजित्य तत्र किमपि नास्ति. केवलं तुकागमः विषये एव सामान्य इकारान्तः. श्री इति आरम्भं कृत्वा समापयामः वा? सम्प्रसारणी दातवः तत् पठतु महोदय. सम्प्रसारणी दातवः स्वी धातुः. स्वी धातुः सम्प्रसारणी अस्ति. लप्रत्यय यत् चित् अस्ति अतः लपि परे वचिस्वप्यजादीनां किति इत्यनेन सम्प्रसारणं भवति. वचिस्वपि यजादीनां किति यजादीनां तत् वचिस्वपि यजादीनां किति इति तत्र स्वी इति यजादि गणे अस्ति वा? यजादिः प्रायः प्रायः यजादिः अस्ति. पश्यामि. अस्तु. उत्योग श्रीयोग लेप् उद्योग श्रीयोग लेप् वचिस्वप्यजादीनां किति इत्यनेन उत्योग सकारयोग वकार स्थाने उकारः अनन्तरम् ई योग य सम्प्रसारणात् इत्यनेन सम्प्रसारणसंज्ञक वर्णात् परम् अच् अस्ति चेत् पूर्वपरयस्थाने एकः पूर्वरूपादेशः भवति. उत्योग श योग ऊ योग य इदानीं हलः इति सूत्रेण अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशः भवति. उद्योग सुयोगया इदानीम् उद्योग सु इति अस्ति तत्र सुनाश्चुः इत्यनेन तत्र चकारस्य चकारादेशः उच्योगसूय इदानीम् उच्योगसूयि इति अस्ति इदानीं सकारस्य जे उत्तरस्य सकारस्य तत्र छत्वं भवति चकारादेशः भवति यदि तत्र षकारः अटिपरे अस्ति इत्यनेन षष्ठोटि इत्यनेन पदान्तस्य जयः उत्तरस्य षकारस्य अटिपरे चकारादेशः अन्यतरस्याम् इति अनेन अनेन उत्सूय अथवा उत्सूय इति भवति अत्र छत्वं भवति षष्ठोटि इत्यनेन पदान्ते अस्ति उच्चिति उपसर्गः अस्ति पदमस्ति इति कृत्वा तत्र पदान्ते विद्यमान पदान्ते विद्यमानस्य जय उत्तरस्य उत्तरस्य षकारस्य यत् षकारस्य अटिपरे षकारः अस्ति तस्य षकारादेशविकल्पेन भवति इति वयम् उच्छूय उच्छूय इति अस्ति एव महोदय यजादि तत्र यज् वप् वह वस् मे श्वे स्वीं ह्वें वद् श्वि इति यजादि नव अतः अत्र किं भवति वचिस्वपि इत्यनेन सम्प्रसारणकार्यं भवति प्रथमं वकारस्य उकारः अनन्तरं सम्प्रसारणाच इत्यनेन पूर्वरूपादेशः उत् षकारः उकारः य इदानीं हलः हलः यद् उत्तरं सम्प्रसारणम् अनेन दीर्घः हलः यद् उत्तरं सम्प्रसारणं सम्प्रसारणवर्णः उकारः हल हल् वर्णः षकारः अङ्गस्य दीर्घादेशः उत् शूय इदानीं सकारः षकारः स्तोष्टुनाश्चुः चुत्वम् उच् शूय षष्टि अस्तु जयः उत्तरस्य षकारस्य उच्छूय उच्छूय इति रूपद्वयम् अत्र भवति समीचीनं श्री धातु तदेकमेव कार्यं किल तत्र नूतनकार्यम् इति किमपि नास्ति चत्वारि अस्तु अद्य समापयामः अग्रिमसप्ताहे अपि सार्ध अष्टवादने मिलामः किञ्चित् प्रायः अस्य मासस्य अन्तपर्यन्तं तदेव समयः स्वीकुर्मः अनन्तरम् अहं वदामि सेप्टेम्बर् मासे समीचीनं वा धन्यवादः महोदय शुभरात्रि धन्यवादः धन्यवादः भगिनी नमस्कारः